सर्वेषां भगिनि एकवारं भगिनि सारि एकवारं सर्वेषाम् अद्यतनसम्भाषणसंस्कृतकक्षायां पुनः एकवारं स्वागतम्. आरम्भे वयम् एकं सुभाषितं शृणुमः. भगिनी अधुना श्रावयतु. धन्यवादः भगिनी. विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यतेन न तु धनं विद्या विहीनः पशुः. उत्तमं भगिनी, धन्यवादः. अधुना वयं किं कुर्मः इत्युक्ते, एतावत्पर्यन्तं वयं षष्टिविभक्तिसम्बद्धान् बहून् अभ्यासान् गीतासोपानं पुस्तकात् कृतवन्तः. तत्र तत्सम्बद्धानि कानिचन सुभाषितानि अपि वयं ज्ञातवन्तः. अपि च तस्मिन् अवसरे एव कानिचन श्लोकान् वयं पठितवन्तः. आहत्य अस्मिन् पुस्तके एकत्रिंशत् पुटपर्यन्तं वयं समापितवन्तः. अपि च विषयान् अवगन्तुं प्रयत्नं कृतवन्तः. अद्य वयं किञ्चित् भिन्नरीत्या पठामः, इत्युक्ते गीतासोपानं पुस्तकं विहाय त्यक्त्वा कथाद्वयं पठामः. तदर्थम् अहं कथाद्वयं प्रेषितवती ईमेल् माध्यमेन. तत्र लिङ्क् अपि दत्तवती. सर्वे पुनः एकवारम् ई पत्रं पश्यन्तु, तत्र लिङ्क् दत्तमस्ति उद्घोषणा ई पत्रे. तत्र कथाद्वयमपि अस्ति. इत्युक्ते कथाद्वयं पठित्वा वयं व्याकरणांशान् अपि परिशीलयामः. प्रत्येकं परिच्छेदं स्वीकृत्य तस्मिन् परिच्छेदे के विषयाः परिशीलनीयाः, के विषयाः ज्ञातव्याः, तेषाम् अवगमनार्थं किञ्चित् चिन्तनं कुर्मः. इत्युक्ते कथाद्वयस्य पठनेन कथायाः अवगमनम् अपि भवेत्, व्याकरणांशानां परिशीलनमपि भवितव्यम् इति मम आशयः. अतः वयं सर्वे, तत्र प्रथमा कथा अस्ति सङ्गात् सञ्जायते कामः इति कथा अस्ति. तां कथाम् आरम्भे पठामः. तदर्थं कथां पुरतः स्थापयन्तु. तत्र आरम्भात् कुर्मः. अत्र अरविन्दमहोदय, भवान् पठति वा प्रथमपरिच्छेदं कथा पुरतः अस्ति चेत्? आं भगिनि. सङ्गात् सञ्जायते कामः. आसीत् एकस्मिन् वनप्रवेशे मानसोल्लासः नाम ऋषिः. अयं सत्यवचनः, परमकारुणिकः च. तस्य आश्रमे पशवः सर्वे पारस्परिकं वैरभावं विस्मृत्य मोदनेन क्रीडन्ति स्म. अग्रः वृषभेण सह क्रीडति स्म. सर्पः नकुलः च तालबन्धं दन्तनृत्यं पुरतः स्म. एषा वार्ता स्वर्गे स्थितस्य इन्द्रस्य कर्णपदम् आगता. इन्द्रेण चिन्तितं यदि एतस्य करुणातिशयः भूमण्डलं व्याप्नुयात् तर्हि मम एतत् इन्द्रपदम् अपि कदाचित् समाप्तिं गच्छेत्. अयं ऋषिवरः मम पदम् आक्रमेत्. अतः अचिरात् एव प्रतिबन्धकोपाय चिन्तनीयः मया इति. महोदय, अत्र केवलं प्रथमपरिच्छेदस्य विषये, तत्र किमस्ति एकवारं परिशीलयामः. अत्र अस्याः कथायाः शीर्षकं किम्? सङ्गात् सञ्जायते कामः. उत्तमम्. अत्र तत्र शीर्षकस्य विषये किञ्चित् वदतु, अत्र प्रत्येकं पदं स्वीकृत्य. तत्र विभक्तिः तत्र सङ्घात् वदतु इति पञ्चमी विभक्ति संजायते इति पदम् आत्मनेपदं जन् धातु सम् उपसर्गसा उपसर्गे उपसर्गस्य उपयोग सञ्जायते इति प्रथम एकवचनं. कामः इति संज्ञा कामन् शब्दस्य. उत्तमम्. अत्र समीचीनतया उक्तवान् महोदय भवान्. अत्र सङ्गः इति पुंलिङ्गपदमस्ति, अपि च यथा महोदयः उक्तवान् सङ्गात् सन् सम् उपसर्गपूर्वकः जन् धातुः अस्ति. जन् धातोः रूपं जायते इति अस्ति, प्रादुर्भावे इत्यस्मिन् अर्थे अस्ति. जायते इति दिवादिगणीयधातुः अस्ति. तत्र साधारणतया अस्माकम् अभिज्ञानार्थं वदामि, अत्र साधारणतया अन्ते यकारः श्रूयते दिवादिगणीयधातुषु. तदेकम् एकः विषयः. अपि च सञ्जायते इत्युक्ते यदि वयं पर्यायवाचकपदानि पश्यामश्चेत् तत्र अर्थः कः इति अहं दृष्टवती, तदर्थं वदामि महोदय. अत्र उद्भवति अथवा उत्पद्यते अथवा सम्भवति प्रसूयते एतादृशानि पदानि सन्ति, अथवा प्रभवति सञ्जायते सङ्गात् सम्यक् जायते. सम्यक् जायते सम्यक् जायते. तत्र सम्मिति उपसर्गः अस्ति, तेन सङ्गात् कामः सञ्जायते इति विषयः. अत्र कामः इति पदम् अकारान्तपुंलिङ्गम् अस्ति इति मम चिन्तनम्. अत्र कामः इति पदः, कामः इत्युक्ते इच्छा, इच्छा इति पदमस्ति, अभिलाषा अथवा काङ्क्षा. वदतु महोदय. प्रथम एकवचनं. प्रथम एकवचनं इत्युक्ते अत्र काङ्क्षा इति अन्यत् पदमस्ति, इच्छा इति अन्यत् पदमस्ति, अभिलाषा अथवा चिकीर्षा. एकं नूतनं पदम् अस्माकं कृते चिकीर्षा इत्युक्ते कर्तुमिच्छा, चिकीर्षा सन्नन्तपदम्. अत्र सङ्गात् एव कामः सञ्जायते इति विषयः. अत्र प्रत्येकं वाक्यं स्वीकृत्य एकवारं परिशीलयामः. अत्र प्रथमं वाक्यम् एकवारं पुनः पठतु महोदय. आसीत् एकस्मिन् वनप्रवेशे मानसोल्लासः नाम ऋषिः. अस्मिन् वाक्ये अत्र आरम्भे एव आसीत् इति पदं दत्तमस्ति. अत्र भवान् एव वदतु, अत्र संस्कृतभाषायां पदक्रमस्य प्राधान्यमस्ति वा न वा? न. इतोपि किञ्चित् वदतु, अन्येषां कृते वदतु. एकस्मिन् वनप्रदेशे मानसोल्लाम नाम ऋषिः आसीत् इत्युक्ते अत्र संस्कृतभाषायां पदानां क्रमस्य महत्त्वं नास्ति. तदर्थमेव श्लोकेषु अपि पदानि तत्र एकत्र न स्थापितानि, तदर्थमेव वयम् अन्वयवाक्यं रचयामः. अत्र इतोपि आसीत् इति पदमस्ति, भवान् जानाति एव. अन्यः कोऽपि आसीत् इति पदं कीदृशं पदं, तस्य रूपाणि कानि, किञ्चित् वदति वा? अत्र गीताञ्जलि भगिनी भवती वक्तुमिच्छति वा? आम् आं भगिनि. आसीत् इति लङ् रूपं प्रथमपुरुष एकवचन धातु अस् धातु अन्यरूपं वदामि वा भगिनि? यदि भवती स्मरति चेत् वदतु. कोऽपि स्मरति चेत् वदन्तु अथवा अहं वदामि. वदतु भगिनि. अहं प्रयत्न करोमि एव भगिनि. आसीत् अस्ते न आसीत् विस्मरामि भगिनि, क्षम्यतां. चिन्ता मास्तु, चिन्ता मास्तु भगिनि. न भगिनि वदतु. अहं वदामि, अत्र रूपाणि नवरूपाणि यथा भवन्तः सर्वे जानन्ति एव, अत्र केवलम् अस्माकं पुनस्मरणार्थं वदामि तावदेव. अत्र आसीत् आस्ताम् आसन् आसीः आस्तम् आस्त आसम् आस्व आस्म इति रूपाणि भवन्ति तत्र. अग्रे गत्वा अत्र एकस्मिन् वनप्रदेशे मानसोल्लासः नाम ऋषिः आसीत्. ऋषेः नाम किं? ऋषेः नाम मानसोल्लासः. सः कुत्र आसीत्? आं महोदय, भवान् सः आसीत्. उत्तमम्. अत्र मानसोल्लासः इति नाम पश्यतु, बहु उत्तमं नाम अस्ति. इत्युक्ते अत्र उल्लासः इति एकं पदमस्ति. उल्लासः इति पदं स्वीकृत्य किञ्चित् जानाति चेत् वदतु महोदय. मनसः उल्लासः. मनसः उल्लासः, उत्तमम्. इत्युक्ते अत्र उल्लासः इति पदम् उत् उपसर्गपूर्वकः लस् धातुः लसति. लसति एकं लट्लकारक्रियापदम् अस्ति. उल्लसति, उल्लासः इति वदामश्चेत् तत्र घञ् प्रत्ययान्तरूपम् अस्ति. लस् धातोः रूपमेव लासः इति अस्ति. इत्युक्ते तस्य नाम मानसोल्लासः. प्रायः तस्य मनसि सर्वदा प्रसन्नता अथवा उत्साहः आह्लादः अथवा अस्ति इति वयं चिन्तयितुं शक्नुमः. तत्र उल्लासः इति पदं तत्र घञ् प्रत्ययान्तरूपमस्ति. आह्लादः, आह्लादः अस्ति सर्वदा. अनन्तरम् अत्र अयं सत्यवचनः परमकारुणिकः. अयम् इति पदं केषाञ्चन जनानां कृते किञ्चित् नूतनं पदम्. अयम् इति पदं कीदृशं पदं वदति वा महोदय? कोऽपि वदतु अत्र. शोभा भगिनी प्रयत्नं करोतु. नमस्ते भगिनि. अयम् इति पदं जानामि, किन्तु कीदृशी पदम् अयम् इत्युक्ते दिस् पर्सन् इति. अयम् इमे इमौ इमे सः भवते. अयम् इमौ इमे सर्वनाम, सर्वनामपदम् अस्तु. उत्तमं, तावदेव. इत्युक्ते आहत्य अयम् इति पदं पुंलिङ्गपदं, किन्तु तस्य प्रातिपदिकमस्ति इदम्. इदम् इति पदं त्रिषु लिङ्गेषु तस्य रूपाणि सन्ति. पुंलिङ्गे अयम्, अयं पुरुषः, अयं ऋषिः, अयं ग्रन्थः इति वक्तव्यमस्ति. इदं पुस्तकम्, इदं सुभाषितम् इति वक्तव्यमस्ति नपुंसकलिङ्गे. तादृशरीत्या अत्र अयम् इति मकारान्तपदमस्ति. इदं शब्दस्य रूपमेव एकवचनं, प्रथमविभक्ति एकवचनरूपं. सः सत्यवचनः, सत्यवचनः परमकारुणिकः. सत्यवचनः इति पदं समस्तपदमस्ति अत्र. सत्यवचनः इत्युक्ते सत्यं, सत्यभाषणमेव करोति सः, अथवा सत्यमेव वचनं यस्य सः इति बहुव्रीहिसमासं कर्तुं शक्नुमः. सः ऋषिः सत्यवचनः इत्युक्ते सदा सत्यभाषणं. वदतु महोदय. कुत्र पठति कथा? तत्र लिङ्क् प्रेषितवती भगिनी ईमेल् मध्ये. मम समीपे अहं न पश्यामि, समथिङ्ग् राङ्ग् वित् मै कम्प्यूटर्. अमेव देवदर्शनाय योग्यता कथा अपि अस्ति. तस्मात् पूर्वम् अन्य लिङ्क् अपि अस्ति, लिङ्क् प्रेषितवती. पुनः एकवारम् ईमेल् पश्यतु. धन्यवादः, क्षम्यतां भगिनि. अस्तु, सत्यवचनः सः. सः परमकारुणिकः इति दत्तमस्ति. अत्र भवानेव वदतु महोदय, कारुणिकः तस्मिन् विषये इतोपि वदतु. करुणस्य भावः उत्तमम् उत्तमं, तदेव इत्युक्ते तत्र किं वदामः, कारुणिकः इत्यस्मिन् तत्र ठक् इति एकः प्रत्ययः अस्ति, करुणा. अन्यानि पर्यायवाचकपदानि दया, करुणा, अनुकम्पा एतादृशानि पदानि पर्यायवाचकपदानि सन्ति. अन्यानि पदानि इत्युक्ते आङ्ग्लभाषायाम् एम्पति इति वदामः. कारुणिकः इति वदामश्चेत् तस्य कृते सः दयालुः अथवा कृपालुः इति अपि वक्तुं शक्यते. किन्तु दयालुः कृपालुः इत्यस्मिन् पदे आलुच् इति एकः प्रत्ययः अस्ति. कारुणिकः इत्यस्मिन् पदे ठक् इति एकः प्रत्ययः अस्ति, तद्धितान्तं पदमस्ति. अपि च करुणायाः भावः कारुण्यं, तत्र श्यै इति एकः प्रत्ययः अस्ति. इत्युक्ते भिन्नभिन्नप्रत्ययाणां योजनेन भिन्नानि सुबन्तपदानि निर्मातुं शक्नुमः. तदेव अत्र विषयः. कारुणिकः इति ठक् प्रत्ययः, कारुण्यं यथा भवान् उक्तवान्, करुणायाः भावः कारुण्यम् इति वक्तुं शक्नुमः. बहुभिः समासः नास्ति वा? कारुणिकः, कारुण्यभावः यस्य सः, तत्र कारुणिकः इति पदं तद्धितान्तपदं, तद्धितान्तपदमेव. करुणायाः भावः कारुण्यं, तत्र श्नै प्रत्ययः. कारुणिकः इत्यस्मिन् ठक् इति प्रत्ययः अस्ति, किन्तु परमकारुणिकः तत्र समस्तपदमेव, किन्तु अत्र कर्मधारयसमासः भवितुमर्हति. अनन्तरं तस्य आश्रमे पशवः सर्वे पारस्परिकं वैरभावं विस्मृत्य मोदेन क्रीडन्ति स्म इति दत्तमस्ति. अत्र पारस्परिकं कोऽपि वदतु, अत्र कीदृशं पदम्? पारस्पर्यस्य भावम्. उत्तमं, परस्परस्य भावः पारस्पर्यम्. उत्तमम्, तदेव. अत्र इतोपि किञ्चित् वदामि. भावः इति पदमस्ति अत्र, पश्यन्तु, पारस्परिकं वैरभावं विस्मृत्य इति पदमस्ति. अत्र वैरभावम् इति कर्मपदमस्ति, भावः इति प्रथमाविभक्त्यन्तं रूपम् अस्ति. भावः इति पदं कथं साधितम् इति पश्यामश्चेत्, अत्र भूधातोः रूपमेव भावः. अत्र भवन्तः सर्वे जानन्ति एव, भवामि इति एकं पदमस्ति, यदि णिच् योजनेन भावयामि इति अन्यत् पदमस्ति. अत्र भावः इति भूधातुतः णिच् योजयित्वा घञ् प्रत्ययान्तरूपं भावः. तत्र किं वक्तव्यम्, यचो वायावः इति सन्धिकार्यं भवति, भू भो भवति प्रथमतया, तदनन्तरं तत्र अवादेशः भवति. तेन भवः इति पदं भिन्नं पदं, भावः इति अन्यत् पदं. भावः इति पदं णिच् रूपम् इत्युक्ते भावयामि, इत्युक्ते अहं भावयामि, इत्युक्ते अहं चिन्तयामि इति अर्थः. अत्र विस्मृत्य इति एकं पदमस्ति. विस्मृत्य इति पदं कीदृशं पदम्? लुडन्तरूपं. वदतु भगिनि तस्मिन् विषये इतोपि. विस्मृत्य विपूर्वकृदातुत्वान्तरूपं स्मृत्याः भवति. लवन्तं नास्ति वा? ल्यबन्तं यथा शोभा भगिनी उक्तवती, ल्यपन्त् ल्यप्. तत्र तयोर्मध्ये भेदः कः? क्त्वान्तरूपम् अपि च ल्यबन्तरूपं, तयोर्मध्ये भेदः अस्ति वा? ल्यबन्तरूपे पदे उपसर्ग आगच्छति, ततः यकार ल्यबन्तरूपं भवति. उत्तमम्. इत्युक्ते अत्र ल्यप् इत्यस्मिन् यकारः अपगच्छति, लकारः अपगच्छति, या एव तिष्ठति, किन्तु तयोः अर्थभेदः नास्ति. क्त्वान्तरूपं ल्यबन्तरूपं तयोः अर्थः समानः, किन्तु यत्र यत्र पूर्वं विसर्गः अस्ति, क्षम्यताम् उपसर्गः अस्ति चेत् तत्र ल्यबन्तरूपं सिद्ध्यति. ल्यबन्तरूपमपि कर्मपदं स्वीकर्तुं शक्नोति इति विषयः. अनन्तरम् अत्र वैरभावं वदतु भगिनि. वैरभावम् इति पदस्य तद्धितरूप वैरत्वम् इति उपयोगं कर्तुं शक्यते किल? अत्र अहं चिन्तयामि, अहं न दृष्टवती, अहं चिन्तयामि वीरस्य भावः इति भवति वा, अण्प्रत्ययान्तं रूपं भवति वा इति द्रष्टव्यं भगिनि. वैरत्वं शत्रुत्वम् अर्थः तु शत्रुत्वम् अथवा विरोधः अथवा वैमनस्यम् इति एकं पदमस्ति. वैमनस्यम् इत्युक्ते अपि वैरभावः एव. उत्तमम्. अनन्तरं विरोधभावः, विरोधभावः उत्तमं, विरोधभावः उत्तमम्. अनन्तरम् अत्र मोदेन क्रीडन्ति स्म, अत्र एकः विषयः अस्ति साधारणतया विस्मृत्य विसृज्य. विसृज्य तत्र धातुः भिन्नः धातुः अस्ति, तत्र भिन्नधातुः अस्ति, रूपं भिन्नमेव. अनन्तरम् अत्र क्रीडन्ति स्म इति पदमस्ति. अत्र एकं वक्तुमिच्छामि, क्रीड् धातुः अकर्मकधातुः, तदर्थं तस्य योगे न कदापि कर्मपदं सम्भवति. तदर्थमेव तत्र साधारणतया तृतीयान्तं रूपं योजयामः. अहं कन्दुकेन क्रीडामि, अहं मोदेन क्रीडामि. तत्र यत्र यत्र अकर्मकधातुः अस्ति तत्र साधारणतया कर्मपदं न सम्भवति, किन्तु अस्मिन् वाक्ये कर्मपदमस्ति, तत्र कारणं किम् इति पश्यामश्चेत् अत्र स्मृधातुः सकर्मकधातुः, तस्य रूपं स्मरति, किन्तु अत्र विस्मृत्य. किं विस्मृत्य? वैरभावं विस्मृत्य. मोदेन क्रीडन्ति स्म, अत्र मोदेन, मोदः इति पदमस्ति, तत्र मुद् धातोः रूपमेव मोदः इति, तदपि घञ् प्रत्ययान्तरूपं. घञ् प्रत्ययान्तरूपाणि सर्वदा पुंलिङ्गे भवन्ति, अपि च धातुतः प्रत्ययस्य योजनेन वदतु, मुद् मोद् भवति. तत्र मुद् वदतु भगिनि. एकवर्णस्य वृद्धि भवति. इत्युक्ते अत्र उपधायां मुद् मुद् इति उपधायाम् इक् वर्णः अस्ति. इगु किं वदामः, उदुपदधातुः, उदुपदधातुः इत्युक्ते उपधायाम् उकारः अस्ति इति कारणतः मुद् इत्यस्मिन् उपधायाम् उकारः अस्ति, तेन मोद् भवति मोदः इति घञ् प्रत्ययान्तरूपमस्ति. अत्र क्रीडन्ति स्म इत्यस्मिन् विषये गीताञ्जलि भगिनी भवती वदतु, स्म इति पदस्य योजनं कुत्र भवति? यदि स्म अस्ति चेत् तत्र अर्थः भूतकालार्थक भवति भगिनि. यद्यपि अत्र लट् रूपं क्रीडन्ति इति दत्तं, किन्तु स्म योजयामः भूतकालार्थक भवति, भूतकालार्थं भवति. उत्तमं, तदेव इत्युक्ते यत् वयं भगिनि वदतु, क्रीडातु अकर्मक इति उक्तवती भवती, वयं किं बालाः किं क्रीडति इति पृच्छेते, क्रिकेट् क्रीडन्ति इति वक्तुं शक्यते किल? किन्तु क्रीडधातुः अकर्मकधातुः भगिनी. क्रिकेट् ऐ काण्ट् से क्रिकेट् क्रीडन्ति, ऐ मीन् इट् इस् एन् इङ्ग्लिश् वर्ड्. वाट् डस् इ प्ले मीन्स् एनिथिङ्ग् वी केन् से नो Why only Tritiya Vibhakti? तत्र कर्मपदं न स्वीकरोति. But we ask such questions, no? What are you playing? And they say I'm playing cricket. तत्र केन क्रीडति, केन क्रीडति, कया क्रीडति इति एव प्रष्टुं शक्नुमः संस्कृते. ओके, संस्कृतभाषायाम् अत्र. अनन्तरं व्याघ्रः वृषभेण सह क्रीडति स्म. अत्र व्याघ्रः इति पदमस्ति. कोऽपि दृष्टवान् अथवा दृष्टवती वा एतत् पदं कीदृशं पदम् इति? व्याघ्रः नामपदमेव न? नामपदम्. अत्र वि योगः आयोगः घ्राधातुः, अनन्तरम् अन्ते का इति प्रत्ययः अस्ति. अत्र घ्राधातोः रूपमेव एतत् पदम् इति वयं चिन्तयामश्चेत् घ्राधातोः रूपं लट्लकाररूपं किम्? जिघ्रति. उत्तमम्, उत्तमं भगिनि. जिघ्रति, घ्राधातोः रूपं जिघ्रति. तदर्थमेव घ्राणेन्द्रियम् इति वदामः. नासा तस्य नाम अस्ति, घ्राणेन्द्रियम् इति वदामः. जिघ्रति, तत्र घ्राधातोः रूपं. किञ्चित् किमर्थं पृच्छामि इत्युक्ते तत् पदं किञ्चित् नूतनं पदम् अस्माकं कृते, अतः पृच्छामि. घ्राधातोः रूपं जिघ्रति. व्याघ्रः वृषभेण सह क्रीडति स्म. अत्र वृषभः इत्यस्मिन् पदे णत्वस्य निमित्तं किम्? उत्तमं महोदय. षकारः, मूर्धन्य षकारः एव निमित्तं. यद्यपि तत्र तत्र अच्वर्णः अस्ति, वृ इत्यस्मिन् तत्र ऋकारः अस्ति, किन्तु तत्र षकारः एव निमित्तं भवितुमर्हति. यद्यपि पदे वदतु, षकार णकार मध्ये अवर्गस्य वर्णः अपि अस्ति किल, णत्वम् इत्युक्ते तत्र किं वक्तव्यम्? अस्मिन् पदे यद्यपि निमित्तद्वयम् अस्ति, किन्तु षकारः एव निमित्तं भवितुमर्हति. अपि च अत्र पवर्गीयव्यञ्जनमस्ति इति कृत्वा सः तद्व्यञ्जनं बाधकवर्णः न भवति तत्र. अत्र सूत्रद्वयं कार्यं करोति, रषाभ्यां नोणः प्रथमं सूत्रम्, अपि च इत्युक्ते रषाभ्यां नोणः इत्यस्य अनुवृत्तिः अग्रिमे सूत्रे आयाति. तत्र अट्कुप्वाङ्नुं व्यवायेपि इति सूत्रे पूर्वसूत्रस्य अनुवृत्तिः भवति. इत्युक्ते अत्र सूत्रद्वयं कार्यं करोति. आं महोदय, अत्र अत्रापि पश्यन् उत्तमम्, उत्तमं महोदय. अनन्तरं भगिनी वदतु, तत्र ऋकारः षकारः द्वे अपि निमित्तौ स्तः चेदपि षकारः संहितायां निमित्तं भवति वा? अत्र परम् अस्ति इति कृत्वा, इत्युक्ते अत्र दन्त्यनकारस्य कृते, तत्र मूर्धन्यणकारस्य कृते कः वर्णः समीपवर्णः अस्ति, तत्र सामीप्यं सामीप्यं द्रष्टव्यम्. इत्युक्ते यद्यपि तत्र निमित्तद्वयमस्ति, किन्तु अत्र षकारः एव निमित्तं भवति, प्रधानः. उत्तमं भगिनि, प्रधानः. भगिनि वदतु. भगिनि, व्याघ्रः इति वियोगः अयोगः घ्र धातु, किन्तु तस्य अर्थः कथं भवति भगिनि? व्याघ्रः इति अर्थः कः? घ्र धातु इत्युक्ते तत्र कृदन्तपदं, कृदन्तपदस्य अपि तत्र विग्रहवाक्यं वक्तव्यं भवति, किन्तु विग्रहवाक्यं किम् इति अहं न जानामि. यथा समासप्रसङ्गे विग्रहवाक्यं वदामः, तथा एव तद्धितान्तपदेषु अपि च कृदन्तपदेषु अपि विग्रहवाक्यं वक्तुं शक्यते. maybe we accentuates the meaning of gra, like how the shwana sunakaha has the predominant this thing, no, ghan indriya pradanaha, tateva perhaps vyagre api that indriya is pradana. It can smell the prey and goes after it, perhaps. That's why vyagra. अस्तु धन्यवादः धन्यवादः मेबि अस्तु अनन्तरम् अस्मिन् वाक्ये वृषभेण सह अत्रापि पश्यन्तु क्रीडति इति पदमस्ति क्रीडति इति अकर्मकधातुः अस्ति इति कृत्वा वृषभेण सह क्रीडति इति दत्तमस्ति तृतीयान्तं रूपम् अत्र मोदेन क्रीडन्ति वृषभेण सह क्रीडति यत्र यत्र अकर्मकधातुः अस्ति तत्र साधारणतया कर्मपदं न सम्भवति इति कृत्वा तृतीयान्तं रूपं स्वीकृत्य वाक्यरचना कर्तुं शक्यते अत्र वृषभे अत्र व्याघ्रः इति पदस्य स्त्रीलिङ्गपदमस्ति व्याघ्री स्त्रीलिङ्गे व्याघ्री इति भवति उत्तमम् अनन्तरं आं महोदय अनन्तरम् अत्र वृषभेण सह तत्र किञ्चित् विषयः अस्ति कोऽपि वदति वा वृषभेण सह विभक्ति निमित्तं सह पदकं नामपद शुद्धि तृतीया विभक्ति उत्तमम् इत्युक्ते अत्र किं वदामः उपपदतृतीया इति वदामः न केवलं कारकतृतीया उपपदतृतीया अपि अस्ति इत्युक्ते कानिचन पदानि सन्ति चेत् तेषां योजनसमये तत्र विभक्ति अत्र तृतीयाविभक्तिः अस्ति चेत् तत्र सः इति पदं साकम् एतादृशानि पदानि आयान्ति चेत् तत्र साधारणतया तृतीयाविभक्तिः भवति अस्य नाम उपपदतृतीया इति वदामः अनन्तरम् अत्र सर्पः नकुलः च तालबद्धं द्वन्द्वनृत्यं कुरुतः स्म इत्यस्ति सर्पनकुलः इति पदं सर्पः च नकुलः च इति अस्ति अत्र तयोः मेलनं कृत्वा एकमेव पदं कर्तुं शक्नुमः अरुणा भगिनी किञ्चित् वदतु सर्पनकुलौ तथा भवति वा सर्पनकुलौ नकुलस्य सर्पनकुलौ तथा न भवति किमर्थम् इत्युक्ते तत्र एकं सूत्रमस्ति इत्युक्ते यत्र यत्र द्वयोः मध्ये जातिवैरमस्ति यत्र यत्र द्वयोः वदतु वदतु स्मरामि अपगतं ज्ञानम् अपगतं चिन्ता मास्तु वयं समासवर्गे पठितवन्तः चिन्ता मास्तु अहं वदामि अत्र सर्पनकुलम् इति एकमेव पदं साधयितुं शक्नुमः तत्र किं वदामः यत्र यत्र जातिवैरमस्ति तत्र सर्वदा समाहारद्वन्द्वः एव कर्तव्यः इति एकः नियमः अस्ति अत्र सर्पनकुलयोः मध्ये सर्वदा जातिवैरमस्ति इति कृत्वा तत्र सर्वदा समाहारद्वन्द्वसमासः भवति कथं वक्तव्यं विग्रहवाक्यं सर्पः च नकुलः च तयोः समाहारः सर्पनकुलम् इति पदमायाति अत्र अनन्तरम् अत्र तालबद्धं नृत्यं कुरुतः स्म अत्र इतोपि किमस्ति वैर्यम् अस्ति इत्युक्ते किं विरोधः अथवा वैमनस्यं शत्रुभावः शत्रुता महोदय भवान् इतोपि जानाति चेत् वदतु अन्यानि पदानि अनन्तरं तालबद्धं वदतु अत्र इतोपि किं द्रष्टव्यं तालबद्धं द्वन्द्वनृत्यं कुरुतः स्म वयं तालबद्धम् अत्र किमस्ति ऐ नो द मीनिङ्ग् बट् I don't know the word. The dancing and Dvanda Nritya means dual dance. Uttamam. Tala Baddham is to the tune. Tala Baddham, Dvitiya Tatpurusha, possible? Not sure, just asking. अत्र द्वितीयतत्पुरुषसमासं कर्तुमिच्छामश्चेत् तत्र एकं सूत्रमस्ति भगिनी, उत्तरपदं विशिष्टं पदं भवेत्, तत्र श्रितातीतगतपतितात्यस्थापन्न पर्टिक्युलर् वर्ड्स् उत्तरपदम् अस्ति चेदेव द्वितीयतत्पुरुषसमासं कर्तुं शक्नुमः. तत्र चिन्ता मास्तु, समासस्य विषये आहत्य अस्मिन् परिच्छेदे किं दत्तमस्ति इति महोदय किञ्चित् स्वस्य वाक्यैः किञ्चित् वदतु पुनः. प्रश्नम् अत्र अस्मिन् परिच्छेदे किं लिखितमस्ति किञ्चित् वदतु. एकस्मिन् वनप्रदेशे एकः ऋषिः मानसोल्लासः नामः आसीत्. तस्य आश्रमे बहवः पशवः सन्ति. वदतु महोदय. सन्ति इस् प्रेसेंट टेंस, आई शुड से पास्ट टेंस. आसन् आसन् तस्य आश्रमे बहवः पशवः आसन्. ते सर्वे परस्परं वैरभाव्यं विसृज्य मोदनेन क्रीडन्ति स्म. उदाहरणार्थं व्याघ्र वृषभेन सह क्रीडति, एवं सर्पः नकुलेन सह क्रीडन्ति. उत्तमरीत्या उक्तवान् महोदय, तथा एव वक्तव्यं स्वस्य वाक्यैः. धन्यवादः. अनन्तरम् अत्र उषा भगिनी, भवती अत्र द्वितीयं परिच्छेदं दृष्ट्वा किञ्चित् चिन्तनं कुर्मः. अत्र किं दत्तमस्ति, एषा वार्ता पठामि वा भगिनि? पुनः एकवारं पठतु. एषा वार्ता स्वर्गे स्थितस्य इन्द्रस्य कर्णपथम् आगता. इन्द्रेण चिन्तय, यदि एतस्य करुणातिशयः भूमण्डलं व्याप्नुयात् तर्हि मम एतत् इन्द्रपदम् अपि कदाचित् समाप्तिं गच्छत्. अयं ऋषिवरः मम पदम् अकरोत् आक्रम्य, अतः अचिरात् एव प्रतिबन्धकोपाय चिन्तनीय इति. एषा वार्ता स्वर्गे स्थितस्य इन्द्रस्य कर्णपथम् आगता. एषा वार्ता स्त्रीलिङ्गे अस्ति. स्वर्गे सप्तमी विभक्ति, स्थितस्य षष्टिविभक्ति, इन्द्रस्य अपि षष्टिविभक्ति. कर्णपथम्, कर्णपथम् इत्युक्ते हर्ड् कर्णेन द्वारे तत् वार्ता इन्द्रस्य कर्णद्वारा आगता. आगता किं स्त्रीलिङ्गे अस्ति चेत् वार्ता अपि स्त्रीलिङ्गे अस्ति, अतः आगता दत्तमस्ति तत्र. उत्तमम्. इन्द्रेण अत्र किञ्चित् वदामि. अत्र गम् धातुः गत्यर्थकधातुः अस्ति. गत्यर्थकधातुः अस्ति चेत् तत्र क्तान्तप्रत्ययम् अत्र आगता इति क्तान्तरूपम् अस्ति. गत्यर्थकधातुषु पदं कर्तरीप्रयोगे अपि वाक्यं भवितुमर्हति, कर्मणि प्रयोगे अपि वाक्यं भवितुमर्हति. तत्र नियमः कः इत्युक्ते, क्तान्तरूपं योजयित्वा यदा वाक्यं रचयामः तदा धातुः कीदृशः इति द्रष्टव्यम्. इत्युक्ते अकर्मकधातुः अस्ति चेत् सर्वदा भावे प्रयोगे एव वाक्यं रचयितुं शक्नुमः. सकर्मकधातुः अस्ति चेत् कर्मणि प्रयोगे वाक्यं रचयितुं शक्नुमः. अपि च गत्यर्थकधातुः अस्ति चेत् कर्तरिप्रयोगे अपि च कर्मणि प्रयोगे वाक्यं रचयितुं शक्नुमः. अत्र कर्तरिप्रयोगे वाक्यं किम्? एषा वार्ता आगता इति लघुवाक्यं. का वार्ता आगता? भगिनी वदतु. आं भगिनि, एषा वार्ता, एषा वार्ता इत्युक्ते भूमण्डले व्याघ्रः वृषभेण सह क्रीडति, अपि च सर्पः नकुलः तालबद्धं द्वन्द्वनृत्यं कुरुतः इति वार्ता. उत्तमम्. इति वार्ता स्वर्गे स्थितस्य, तत्रापि समासं कर्तुं शक्नुमः. इन्द्रस्य कर्णपथम् आगता, अत्र अत्र कर्णपथः, पादः इत्युक्ते मार्गः, अत्र कर्णपथम् इति समस्तपदमस्ति. कर्णयोः अथवा कर्णयोः पथः, कर्णपथः इति भवति. इन्द्रेण चिन्तितम्, इन्द्रेण चिन्तितम्, इन्द्रेण तृतीयविभक्ति, चिन्तितं भाववाचक नपुंसकलिङ्गे अस्ति. चिन्तनं यदि अकर्मकधातुः अस्ति न भगिनि तत्र, तत्र किं वक्तव्यं? चिन्तनम् इति पदं भिन्नं पदं, चिन्तितम् इति भिन्नं पदम्. अत्र चिन्तनम् इति लुडन्तपदम् अस्ति, चिन्तितम् क्ताप्रत्ययान्तरूपम्. उत्तमम्. अत्र चिन्तधातुः, अहं चिन्तयामि चुरादिगणीयधातुः, चिन्तयति इति रूपम् अस्ति, किन्तु क्तान्तरूपम्, इन्द्रेण चिन्तितम् किम्? यदि एतस्य करुणातिशयः, यदि एतस्य षष्टिभक्ति, करुणातिशय इत्युक्ते करुणा अतिशयः भूमण्डलं व्याप्नुयात्. भूमण्डलं कर्णपदमस्ति वा भगिनि तत्र? भूमण्डलं भूमण्डलं व्याप्नुयात्, व्याप्नुयात्, व्याप्नुयात् इति पदं आप् धातु अस्ति न भगिनि? आप्नोति. उत्तमम्. व्याप्नुयात् तर्हि मम एतत् इन्द्रपदं, तर्हि देन् मम षष्टिभक्ति एतत् इन्द्रपदं, तस्य पदम् इन्द्रपदम्, इन्द्रस्य पदम् इति वक्तुं शक्नुमः भगिनि? अत्र इन्द्रस्य पदम् इत्युक्ते, अत्र पदम् इत्युक्ते अधिकारः अथवा पदवी इति वक्तुं शक्नुमः. अत्र इतोपि करुणातिशयः इत्युक्ते करुणायाः अतिशयः, अतिशयः इत्युक्ते तत्र गुणविशेषता अथवा श्रेष्ठत्वम् अथवा उत्कृष्टता इति अपि वक्तुं शक्यते. अतिशयः इति पदं कीदृशं पदम् इति पश्यामश्चेत्, अति इति उपसर्गः अस्ति, शीङ् धातुः अस्ति, शेते निद्राति इत्यस्मिन् अर्थे शेते इति पदम् अस्ति, तत्र शीङ् धातोः रूपमेव शयः, अति तत्र उपसर्गः अस्ति. अत्र अतिशेते इति एकं लट्लकाररूपमपि अस्ति. अतिशेते इत्युक्ते अतिक्रामति इत्यस्मिन् अर्थे. भूमण्डलं व्याप्नुयात्, व्याप्नुयात् इति लकारः कः? व्याप्नोति इति लट्लकाररूपम्, लङ्लकारं लुङ्लकारं न, विधिलिङ्ग्लकारः. अत्र वि उपसर्गपूर्वकः, आप्नोति इति चिन्तयामश्चेत् व्याप्नोति इति लट्लकारः, किन्तु अत्र वियोगः आप्नुयात्, आप् धातुः, आप्लु धातुः अस्ति, तत्र विधिलिङ्ग्लकारः प्रथमपुरुषे एकवचनरूपम् अस्ति. अनन्तरम् अत्र अत्र यदि तर्हि वदतु भगिनि, अतिशयः विषये पुनः वदतु भगिनि, अहं न अवगतं, क्षम्यतां भगिनि. चिन्ता मास्तु. अत्र अहं चिन्तयामि अतिशयः इत्युक्ते करुणातिशयः इत्युक्ते तस्मिन् करुणा अस्ति इत्यस्मिन् अर्थे, अतिशयः इत्युक्ते श्रेष्ठत्वम् अथवा गुणवैशिष्ट्यम् अथवा आधिक्यम् उत्कृष्टता एतादृशानि पदानि आयान्ति अतिशयः. भगिनि वदतु महोदय. करुणातिशया व्याप्नुयात्. कुत्र? भूमण्डलं व्याप्नुयात्. अतिशया शुड् बि स्प्रेडिङ्ग् नो दिस् अतिशय टु सप् ऐ मीन् शय अति उपसर्ग. अत्र अतिशयः इत्युक्ते करुणातिशयः इत्युक्ते तत्र षष्ठीतत्पुरुषसमासः अस्ति इति मम चिन्तनं. करुणातिशयः वाट् ऐ वास् थिङ्किङ्ग् इस् करुणा इस् स्प्रेडिङ्ग् इन् भूमण्डलम्. एतस्य ऋषेः करुणातिशयः भूमण्डलं व्याप्नुयात्. अत्र करुणातिशयः इति पदं कर्तृपदमस्ति. कस्य करुणातिशयः? ऋषेः करुणातिशयः. ऋषेः गुणं करुणस्य अतिशयः इति अस्ति वा भगिनि? करुणा अतिशयकरुणम् अतिशय कारुण्यं. करुणा इति पदम् आकारान्त स्त्रीलिङ्गपदमस्ति इति कृत्वा करुणायाः अतिशयः इति भवितुमर्हति. तत्र उपसर्ग अस्ति वा भगिनि? तत्र करुणातिशयः करुणा अतिशयः अति उपसर्ग अस्ति वा तत्र? अति उपसर्गः अतिशयः इत्युक्ते अहं चिन्तयामि गुणवैशिष्ट्यं करुणातिशयः व्याप्नुयात्. अत्र आप्नोति साधारणतया प्राप् उपसर्गपूर्वकः आप् धातुः. तत्र आप्नोति अथवा प्राप्नोति सकर्मकधातुः अस्ति इति कृत्वा तत्र कर्मपदं यथा महोदयः उक्तवान् भूमण्डलं व्याप्नुयात्. कुत्र? भूमण्डलम् अस्ति. तावदेव. इन्द्रपदं मम एतत् इन्द्रपदम् अपि कदाचित् समाप्तम्. इन्द्रपदं तस्य पदवी कदाचित् समाप्तिं गच्छेत्. गच्छेत् विधिर्लिङ्ग् अस्ति. उत्तमं. गच्छेत् कोऽपि स्मरति वा विधिलिङ्गरूपाणि? कोऽपि स्मारयति वा? अत्र अधुना शोभा भगिनी पुनः एकवारं वदतु. गच्छेत् गच्छेतां गच्छेयुः. गच्छेः गच्छेतं गच्छेत गच्छेयं गच्छेव गच्छेम. उत्तमम्. उत्तमं भगिनि, धन्यवादः. अनन्तरम् अत्र समाप्तिः इति पदमस्ति. समाप्तिः इति कीदृशं पदं? तम् उपसर्गपूर्वकम् आप् धातुः. तिन् प्रत्ययः अस्ति वा भगिनि? तिन् प्रत्ययान्तरूपम् इत्युक्ते तत्र क्तिन् प्रत्ययान्तरूपाणि सर्वदा स्त्रीलिङ्गे एव भवन्ति. गतिः मतिः समाप्तिः. अत्र गम् धातोः रूपं गतिः, आप् धातोः रूपम् आप्तिः, स्था धातोः रूपं स्थितिः. समाप्तिं गच्छेत्. अयं ऋषिवरः मम पदं वदतु. अयं ऋषिवरः मम पदम् आक्रमेत्. अयं ऋषिवरः, अयं मकारान्तः पुंलिङ्गः, इदम् अयम् इमौ इमे प्रथमविभक्ति. ऋषिवरः बहिनी एकः प्रश्नः. फस्ट् पेराग्राफ् ऋषिः दत्तमस्ति, नाम ऋषिः. अत्र ऋषिवरः किं दत्तमस्ति भगिनि? वरः इत्युक्ते ऋषीणां श्रेष्ठः. वरम् इत्युक्ते साधारणतया वयं पदं शृणुमः. वरम् इत्युक्ते श्रेष्ठम्, अत्युत्तमम्. यदा देवता आगच्छति चेत् तदा वरं पृच्छामः. तत्र यद् उत्तमम् अस्ति तदेव प्रष्टव्यं. तत्र तदेव वरं. किन्तु वरशब्दः त्रिषु लिङ्गेषु भवति. वरः इति पदमस्ति, वरमस्ति, वरा अपि अस्ति. तत्र रामनाम वरानने इति एकं पदमस्ति, वरम् आननं. वदतु श्लोकः, श्लोकं वदतु. रामे श्रीराम वरानने रामे उत्तमम्. अद्य श्रीरामनवमी. उत्तमम्. अत्र वरानने इति पदं वरम् आननं यस्य सः वराननः, तत्र बहुव्रीहिसमासः अस्ति. अत्रापि ऋषिवरः, अयं ऋषिः, ऋषिश्रेष्ठः. किमर्थं श्रेष्ठः? वयं जानीमः एव, पूर्वमेव उक्तमस्ति. भगिनी, विवाहस्य विषये वरः इत्युक्ते अपि श्रेष्ठः इति एव अर्थं वा? आं भगिनि. वयं वधू इत्युक्ते श्रेष्ठः वा? वधू इत्युक्ते तत्र एकं पदमस्ति, ऊह्यते. अहं पूर्वमपि उक्तवती, वधू इत्युक्ते उह्यते पतिगृह, पितृगेहात् पतिगृहम्. उह्यते, तत्र वह् धातोः रूपम्. ओ, वह् धातोः रूपमेव वहति इति अस्ति, किन्तु तस्मात् धातुतः एव वधू इति पदं निर्मितम्. उह्यते, पुनरेकवारं वदतु भगिनि. उह्यते, उह्यते, उह्यते. तत्र किं भवति, वह् धातु विषये तत्र सम्प्रसारणं भवति. सम्प्रसारणं भवति चेत् तत्र वहति, तत्र उल्टा भवति. इत्युक्ते तत्र सम्प्रसारणकार्ये किं भवति इत्युक्ते, इकोयणचि इति एकं वयं दृष्टवन्तः, यण् सन्धेः सूत्रं. तत्र यवर ईवुरुलु स्थाने यवरलु आदेशाः भवन्ति, किन्तु अत्र सम्प्रसारणकार्ये भिन्नरीत्या इत्युक्ते विपरीतक्रमेण तत्र यवरलस्थाने ईवुरुलु आदेशाः भवन्ति. तदेव सम्प्रसारणकार्यं. वह् धातोः विषये तादृशं कार्यं भवति इति कृत्वा तत्र ऊह्यते इति कर्मणि लट्, वहति कर्तरि लट्. वह् धातोः वहति इति तत्र परस्मैपदीधातुः अस्ति इति कृत्वा वहति, वहतः, वहन्ति रूपाणि सन्ति, किन्तु कर्मणि लट्. ऊह्यते, ऊह्यते पितृगेहात् पतिगृहम् इति. पितृगेहात्, गेहः इत्युक्ते गृहमेव, गृहमेव. अस्तु, अत्र इतोपि उषा भगिनी वदतु. गच्छे अयं ऋषिवरः, मम पदम् आक्रमेत्, मम षष्टिभक्ति पदं तस्य पदवी आक्रमेत्, लङ्गलक्ष्मी भूतकाले. अतः अचिरात् एव, तक्षण, अचिरात् इत्युक्ते तक्षण एव, प्रतिबन्धकोपाय, प्रतिबन्धकोपायः चिन्तनी चिन्तनीयः, चिन्तनीयः अनियर् प्रत्ययः अस्ति. प्रतिबन्धकोपाय इत्युक्ते अचिरात् एव, वितौट् गेटिङ्ग् आङ्ग्रि अस्ति वा भगिनि? तत्र उपाय गुणसन्धि, उत्तमम्. इत्युक्ते तत्र अवरोधान् कल्पयितुम् अथवा विघ्नान् कल्पयितुम् एकः उपायः चिन्तनीयः मया इति इन्द्रः चिन्तितवान्. चिन्तनीयः अनियप्रत्यय वया, मया तृतीयविभक्ति अस्ति. उत्तमम्. इत्युक्ते अत्र वाक्यं कर्मणि वाक्यं, मया उपायः चिन्तनीयः अथवा मया उपायः अन्वेष्टव्यः इति अर्थः. अत्र प्रतिबन्धकोपायः यथा भगिनी उक्तवती, अत्र गुणसन्धिः अपि अस्ति. अत्र गुणसन्धि प्रतिबन्धक उपायः, तत्र समस्तपदमस्ति. प्रतिबन्धकं प्रतिबन्धक इत्युक्ते अवरोधः विघ्नः अथवा अन्तरायः अहम् अवरोधान् कल्पयितुम् इच्छामि अपि च अत्र आक्रमेत् इति यथा भवती उक्तवती लङ्लकाररूपम् आ उपसर्गपूर्वकः क्रमुधातुः तत्र क्रमुधातोः लट्लकाररूपं क्रामति अथवा क्राम्यति रूपद्वयमस्ति किन्तु क्रमुधातुः तत्र आक्रमणम् इति साधारणं पदं ल्युडन्तपदं ल्युडन्तपदम् अस्ति अचिरात् तत्र नैतत्पुरुषसमासः अस्ति न चिरम् अचिरम् भगिनी आक्रमेत् विधिर्लिङ्गं न भवति आक्रमेत् गच्छेत् इव अस्ति किल चिन्तनीयं क्रमेत् आं भगिनी अत्र भवेत् भवेताम् भवेयुः तथा रूपमस्ति इत्युक्ते अत्रापि उषा भगिनी चिन्तयतु अत्रापि विधिर्लिङ्ग गच्छेत् अपि विधिर्लिङ्ग अस्ति आक्रमेत् आक्रमेत् भूत विधिलिङ्ग एव अस्ति इति अहं मन्ये भगिनी किमर्थं चेत् सः चिन्तयति यदि अहं न किमपि न कृतवान् ऋषिवरः मम पदम् आक्रमेत् भविष्यत्काले इति उषा भगिनी अत्र आ इति उपसर्गः अस्ति क्रमेत् इति विधिलिङ्गलकाररूपमेव क्षम्यताम् अत्र लङ्लकारः नास्ति लङ्लकारे एकारः न भवति आक्रमणम् आक्रमयति आक्रमय लङ्लकार आक्रमेत् मीन्स् विधिलिङ्ग् इति मन्ये अत्र आं भगिनि अत्र आक्रमेत् इति अत्र किं कथं ज्ञातव्यम् इत्युक्ते साधारणतया लङ्लकारे केवलम् अडागमः भवति अडागमः इत्युक्ते केवलं ह्रस्वकारः एव आयाति इत्युक्ते गच्छति इत्यस्य लङ्लकाररूपम् अगच्छत् इत्युक्ते ह्रस्व अकारः एव दृश्यते किन्तु अत्र यत्र यत्र पूर्वम् उपसर्गः आ इति उपसर्गः अस्ति चेत् तत्र दीर्घ आकारः अपि श्रूयते किन्तु अत्र विधिलिङ्ग् इति आहत्य उषा भगिनी अस्मिन् परिच्छेदे किं दत्तमस्ति वदतु इन्द्र यदि व्याघ्रः भूमण्डले व्याघ्रः वृषभेन क्रीडति सर्पः नकुलेन क्रीडति इति अस्ति चेत् मम इन्द्रस्य मम पदम् अपि जायति इति मम पदवि अपि ऋषिवरः त्यक्तव्यं भवति त्यक्तव्यं भवति अतः इन्द्र सः एक उपायं करोतु कृतवान् रैट् कृतवान् उत्तमम् तावदेव इत्युक्ते आहत्य अत्र तदेव अत्र लिखितमस्ति धन्यवादः चिन्तयति लता भगिनी भवती करोतु अग्रिमपरिच्छेदम् वन् मिनिट् ततः श्रूयते भगिनि आम् आम् ततः सः आत्मनः खड्गं गृहीत्वा सामान्यवेषं धृत्वा आश्रमस्थलं प्राप्य ऋषिं प्रणम्य विनम्रभावेन अवदत् ऋषिवर्या प्रवासार्थं प्रस्थितः अस्मि अहम् मम समीपे एषः खड्गः विद्यते खड्गं गृहीत्वा प्रवासं सहजतया कर्तुं न शक्नुयाम् अतः भवन्तं प्रार्थये यत् मम एषः खड्गः भवता रक्षणीयः इति कतिपयदिवसानन्तरं प्रत्यागत्य अहम् एतं खड्गं नेष्यामि तावत् भवता एतस्य तीक्ष्णता तु परिरक्षणीया, प्रतिदिनम् उद्घर्षणं करणीयम् इति. वदतु. ततः सः सः आत्मनः खड्गं गृहीत्वा, सः इन्द्रः एकम् उपायम् अचिन्तयत्. आत्मनः खड्गं गृहीत्वा, गृहीत्वा इस् त्वा प्रत्यय, त्वा प्रत्यय एडेड् टु गृह् आर् गृह. तत्र धातुः अस्ति ग्रहधातुः. ग्रहधातु ग्रहणं करणं. किञ्चित् वदामि अत्र ग्रहधातोः विषये. किञ्चित् स्मर्तव्यं कथम् इत्युक्ते, तत्र धातुः तु ग्रहधातुः, किन्तु क्त्वान्तरूपं गृहीत्वा इति भवति, गृहीतवान् इति भवति, किन्तु लृट्लकाररूपं ग्रहीतुं ग्रहीष्यति, तुमन्नन्तं रूपं ग्रहीतुं लृट्लकाररूपं ग्रहीष्यति इति रूपाणि भवन्ति. इत्युक्ते तत्र भिन्नभिन्नरूपाणि तत्र सन्ति. धातुः तु ग्रह, गृहीत्वा गृहीतवान्, द्वयमपि एकप्रकारेण गच्छति. अपि च अत्र ग्रहीष्यति ग्रहीतुम् इति तत् पदद्वयं भिन्नरीत्या एकप्रकारेण तत्र आयाति. अत्र ग्रहधातोः लट्लकाररूपं किम्? गृह्णाति, गृह्णीतः. गृह्णन्ति, गृह्णन्ति, गृह्णाति, गृह्णीतः, गृह्णन्ति इति रूपाणि भवन्ति. आत्मनः नकार मध्ये भवति किल, नकार धातोः द्वौ अक्षर द्वौ अक्षरयोः मध्ये नकार आगच्छति, विकरणप्रत्यय गृह्ण किल. आम् आं भगिनि, आम् तदेव उत्तमम्. अत्र आत्मनः खड्गम्, आत्मनः इति पदं कीदृशम्? आत्मन् नकारान्तपुल्लिङ्गपद. आत्मनः इस् षष्ठी विभक्ति एकवचन. स्वस्य इत्युक्ते स्वस्य खड्गं गृहीत्वा, खड्गं गृहीत्वा सामान्यवेषं धृत्वा. हा, राजा राज्ञः वेषं त्यक्त्वा सामान्यवेषं धृत्वा, धृत्वा अगेन् इस् क्त्वा प्रत्यय एडेड् टु ध्रू धातु, ध्रू धारणम् ऐ थिङ्क्. उत्तमं, ध्रू धारणम्. अत्र लट्लकाररूपं धरति, धरति. किन्तु निजन्तरूपं वदामश्चेत् धारयति, धारयति. अत्र सामान्यम्, अत्र सामान्यं, सामान्यः वेषः. अत्र ध्रुधातुः अपि सकर्मकधातुः, तदर्थमेव अत्र सामान्यवेषम्. अत्र सामान्यम् अथवा सामान्य इति पदं तद्विध प्रत्ययान्तरूपं, समानस्य भावः सामान्यं, सामान्यं. उत्तमम्. आश्रमस्थलं प्राप्य इति प्रत्यय, प्र उपसर्ग अप् धातु, प्राप्य यबन्त. उत्तमम्. आश्रमस्थलं प्राप्य ऋषिं प्रणम्य, प्रणम्य वन्स् ऋषिम् इस् द्वितीया विभक्ति, प्रणम्य वन्स् अगेन् ल्यप् प्रत्यय आफ् नुम् धातु, ऐ थिङ्क् लट्लकाररूपं किम्? नमति, नमति, नमति, नमतः, नमन्ति. अत्र अत्र अत्रापि यथा भवती उक्तवती ल्यबन्तरूपम् अस्ति, सा उपसर्गपूर्वकः नम् धातुः. किन्तु साधारणक्त्वान्तरूपं किं वदामः? साधारण तत्र उपसर्गं त्यक्त्वा उपसर्गः अस्ति इति कृत्वा प्रणम्य इति भवति. वदतु. विनम्रभावेन नम्रभावेन अवदत् राजा ऋषिम् अवदत् ऋषिवर्या सम्बोधनविभक्ति प्रवासार्थं प्रस्थितः अस्मि अहम् अहं प्रवासमेकं गच्छामि इदानीं प्रस्थितः मीन्स् ऐ हव् जस्ट् स्टार्टेड् मै ट्रावेल् भगिनि अत्र अत्र पूर्वस्मिन् वाक्ये बहूनि बहूनि कर्मपदानि सन्ति एकमेकं कर्मपदं वदतु तत्र कर्मपदं किमर्थं वदतु खड्गं गृहीत्वा किं गृहीत्वा मीन्स् खड्गं गृहीत्वा इत्युक्ते ग्रहधातुः सकर्मकधातुः अस्ति इति कृत्वा तत्र खड्गम् इति कर्मपदं तथा वदतु. सामान्यवेषं धृत्वा धृधातु अगेन् सकर्मक अस्ति अतः वेषं किं धृत्वा इति पृच्छति चेत् वेषं धृत्वा सामान्यवेषं धृत्वा इति उत्तरं लभति अतः सकर्मक पद धातु धृत्वा आश्रमस्थलं प्राप्य अगेन् अप् धातु आल्सो अप् धातु अपि सकर्मकः किं प्राप्य पृच्छति चेत् आश्रमस्थलं प्राप्य इति उत्तरं लभति. भगिनी अहं चिन्तयामि लभ धातुः आत्मनेपदीरूपम् अस्ति लभते अस्ति चिन्ता मास्तु लभते लभेते लभन्ति वदतु. ऋषिं प्रणम्य अगेन् ऋषिम् इस् द्वितीया विभक्ति प्रणम्य नम् धातु अपि सकर्मकधातुः किं कृत्वा इति पृच्छेत् चेत् ऋषिं प्रणम्य बौ डौन् टु ऋषि विनम्रभावेन ओके दट् इस् तृतीया विभक्ति अस्ति विनम्रभावेन इत्युक्ते किं वदामः भाववाचकतृतीया इति वदामः अत्र उपकरणमस्ति चेदपि तृतीया विभक्तिः भवति किन्तु अत्र भाववाचकतृतीया तस्मिन् सन्दर्भे अपि तृतीया भवति विनम्रभावः इति पदमस्ति अत्र इत्युक्ते विनयशीलः भूत्वा विनम्रभावेन सह अपि वक्तुं शक्नोति वा भावेन सह तत्र सः इत्यस्य उपयोगः किमर्थं सः इति योजनीयं वा अत्र पश्यतु वित् ह्युमिलिटि वित् हम्बल्नेस् अस्तु विनम्रभावेन अत्र अहं वयं साधारणं पदमेव नम्रता इति वयं साधारणं पदं श्रुतवन्तः विनम्रता नम्रता इति पदानि किन्तु नम् धातोः रूपं नमति किन्तु अत्र भिन्नधातुः अस्ति विनम्र अत्र भिन्नधातुः अस्ति इति भाति भगिनी नम्रभावः गीताञ्जलि भगिनी पृच्छतु वदतु. अहमिति इति पठामि भगिनी अतः वदामि विनम्र इति अहं वियोगः नम्र इत्युक्ते नीधातु नीधातु भगिनी अत्र नीधातोः रूपं नयः विनयः विनयः इति पदम् अत्र नीधातोः रूपं नयः किन्तु अत्र विनयः इति पदं नास्ति विनम्र इति भिन्नं पदम् अस्ति मम चिन्तनम् अस्ति तत्र भिन्नधातुः अस्ति इति भाति नम्रधातु नास्ति पश्यामि नम्र धातु नास्ति तत्र किं कोऽपि दृष्टवान् प्रयोगे अस्ति वा भगिनी नम्रता अत्र नम्रता इति पदं स्वीकुर्मः चेत् तत्र तल् इति एकः प्रत्ययः अस्ति, मधुरता, विनम्रता, तादृशप्रत्ययः. अरुणा भगिनी, भवती दृष्टवती वा एतत् पदं कथम् आगतम्? अहं नम्रधातु न पश्यामि, अष्टाध्याये अहं पश्यामि भगिनि. पश्यतु पश्यतु, तत्र किञ्चित् भिन्नधातुः अस्ति इति भाति, चिन्ता मास्तु. सुबन्तपदमेव, किन्तु धातुः कः इति वयं पश्यामः. मूलतः मूलतः सः अवदत् अवदत् इति भवति, लङ्लकार धातु अवदत्. ऋषिवर्य सम्बोधनविभक्ति. प्रवासार्थं प्रस्थितः अस्मि अहं. प्रस्थितः इस् क्ता प्रत्यय भगिनि? आं भगिनि, अत्र प्रा उपसर्गपूर्वकः स्था धातुः क्तान्तरूप. हा हा, अत्र प्रवासार्थम् इति पदमस्ति. प्रवासार्थम् इत्यस्मिन् तत्र चतुर्थी तत्पुरुषसमासः अस्ति. इत्युक्ते तत्र विग्रहवाक्यं किं वदामः? प्रवासाय इदम्, इदम् प्रवासाय इदम्, चतुर्थी तत्पुरुषसमासः. प्रस्थितः अहं, कः प्रस्थितः? राजा, राजा पुल्लिङ्ग, अतः प्रस्थितः इति. इफ् इट् वास् राज्ञी, राज्ञी प्रस्थिता. अत्र भगिनि, अत्र इन्द्रः आगतः. इन्द्रः, हा, अहम् इति प्रोनौन् फर् इन्द्र, सर्वनामपद इन्द्र, इन्द्रस्य सर्वनाम. अस्मिन् सन्दर्भे अत्र इन्द्रः प्रस्थितः, प्रवासार्थं प्रस्थितः अस्मि अहं, तावदेव. इतोपि अत्र किमस्ति वदतु. किम् अन्यत् अस्ति भगिनि? अस्मि, अस्ति, अस्ति, स्तः सन्ति, असि, स्थः, स्थ, अस्मि, स्वः, स्मः. अस् धातु लट्लकाररूपाणि. उत्तमम्. अस्मि इस् उत्तमपुरुष एकवचन. उत्तमम्. अग्रे पठतु, अग्रे वदतु भगिनि. नम्र आप्टे डिक्षनरी मध्ये अस्ति. नम् डाश् रा, अहं न जानामि कथम्. इत्युक्ते नम् धातुः एव नमति, नमति वयं दृष्टवन्तः. बूयिङ्ग्, बूयिङ्ग् डौन्. नम् योग न, नम् स्लाश् रा, रकार अकार परम् अस्ति. अहमपि सम्यक्तया न जानामि तदर्थम्. अस्तु, वदतु भगिनी, लता भगिनी. मम समीपे एषः खड्गः विद्यते. राजा वदति तस्य समीपे एकं खड्गम् अस्ति. विद्यते इस् अस् धातोः आत्मनेपदरूप. विद्यते विद्धातोः आत्मनेपदी रूप. विद्यते आहत्य अत्र खड्गः इति पुंलिङ्गपदं. खड्गः पुंलिङ्ग, एकः खड्गः अस्ति तस्य समीपे, राज्ञा समीपे. देन् खड्गं गृहीत्वा प्रवासं सहजतया कर्तुं न शक्नुयाम्. खड्गं गृहीत्वा, इगेन् गृह्धातु सकर्मक, अतः खड्गं द्वितीय द्विवचन कर्मपदम् अस्ति. खड्गं गृहीत्वा, गृहीत्वा मन्स् अगेन् त्वा प्रत्यय. देन् प्रवासं, प्रवासं सहजतया, सहजता इस् सहज स्वभाव तद्धितरूप सहजता. सहजतया इस् सहजता इस् स्त्रीलिङ्गरूप, देर्फोर् सहजतया इस् तृतीया विभक्ति आफ् सहजता. उत्तमम् उत्तमं भगिनि तदेव इत्युक्ते अत्र तद्धितान्तं पदमस्ति. अत्र पूर्वस्मिन् वाक्ये अत्रापि विद्यते तत्र यकारः श्रूयते इति कृत्वा सः धातुः अपि द्विवादिगणीयधातुः अस्ति. विद् धातुः द्विवादिगणीयधातुः. अपि च अत्र प्रवासः इति पदं तत्र प्रा उपसर्गपूर्वकः वस् धातोः रूपमेव वासः वसति वसति इति साधारणलट्लकाररूपं. सः खड्गं गृहीत्वा प्रवासं सहजतया कर्तुं न शक्नुयाम्. अत्र सहज इति पदं कथमागतम् इति अहं दृष्टवती. सः जायते सहज. That's the nature that is born with us. उत्तमं सहज इत्युक्ते सहजायते. उत्तमं भगिनि. शक्नुयां वदतु. शक्नुयाम् उत्तमपुरुष एकवचन आफ् शक्नुयां विदिर्लिङ्ग् उत्तमपुरुष एकवचन. शक्नुयां कर्तुम् अपि तुमुन् प्रत्यय आफ् क्रूदातु. उत्तमं कर्तुम् अनन्तरं न शक्नुयाम् अतः भवन्तं प्रार्थये यत् मम एषः खड्गः भवता रक्षणीयः इति. अतः राजा प्रार्थनां कुर्वन्ति भवन्तं प्रार्थये इस् वन्स् अगेन् आत्मनेपद आफ् प्रार्थ धातु. अत्रापि अत्रापि प्रा उपसर्गपूर्वकः अर्ध धातुः अस्ति. अत्र यथा भवति याचना किल अर्थ. आम् आं भगिनि. अत्र अहं चिन्तयामि प्रा उपसर्गः अस्ति अपि च अर्ध इति धातुः चुरादिगणीयधातुः अस्ति इति कृत्वा चुरादिगणीयधातुषु साधारणतया अत्र उभयपदं भवितुमर्हति. प्रार्थयति प्रार्थयति रूपमपि अस्ति प्रार्थयते अपि अस्ति. अहं प्रार्थयामि परस्मैपदी प्रार्थये इत्युक्ते तत्र समानार्थकपदं किम् इति पश्यामश्चेत् प्रार्थये इति आत्मनेपदिरूपम् उत्तमपुरुष एकवचनरूपं तस्य परस्मैपदिरूपं प्रार्थयामि. उत्तमं वदतु भगिनि वदतु. प्रार्थये यत् मम एषः खड्गः भवता रक्षणीयः. अत्र रक्षणीयः इस् वन्स् अगेन् नियर् कृदन्त रक्षणीयः. एण्ड् अनियर् प्रत्यय कर्मणि पदे उपयुज्यते किल. आम् आं भगिनि. इत्युक्ते कर्मपदम् अनुसृत्य कर्मपदम् अनुसृत्य तस्य लिङ्गवचनविभक्तिरूपाणि भिद्यन्ते. अत्र पुंलिङ्गपदमस्ति वदतु. खड्गः कर्मपद खड्गम् इति कर्मपद द्वितीयविभक्ति भवति. अत्र खड्गः पुल्लिङ्गपद देर्फोर् रक्षणीयः अपि खड्गः बोतर् इन् पुल्लिङ्ग दे मस्ट् मेच् अनियर् प्रत्यय. उत्तमम् उत्तमं भगिनि. इत्युक्ते खड्गः रक्षणीयः किन्तु अत्र वाक्यं कर्मणि प्रयोगे अस्ति इति कृत्वा भवता रक्षणीयः. अत्र त्वया इति पदं वि हव् टु अण्डर्स्टाण्ड् त्वया इति भवता ओन्लि भवता ओन्लि भवता रक्षणीयः इति सः वदति. अत्र एतदेव वाक्यं कर्तरीप्रयोगे वदामश्चेत् किं वदामः. अतः त्वं प्रार्थयामि यत् मम एषः खड्गं भवान् रक्षणं करोतु. भवान् एतं खड्गं रक्ष एतस्य खड्गस्य रक्षणं करोतु. एतस्य ओके ओके अत्र ल्युडन्तरूपमस्ति चेत् ल्युडन्तरूपमस्ति चेत् भवान् एतस्य खड्गस्य रक्षणं करोतु इति एकरीत्या वक्तव्यं. भिन्नरीत्या वदामश्चेत् भवान् एतं खड्गं रक्षेत् कर्तरीप्रयोगे विधिलिङ्गकारः भवति, कर्मणि प्रयोगे अनियर् प्रत्ययः तस्मिन्नेव अर्थे आयाति. इत्युक्ते कर्तरीप्रयोगे क्रियापदस्य विधिलिङ्गकाररूपं रूपस्य यादृशार्थः अस्ति तदेव अर्थं बोधयति अनियर् प्रत्ययान्तरूपम् अपि च तव्यत् प्रत्ययान्तरूपम्. अत्र रक्षणीयः इति एकं पदमस्ति, तस्मिन्नेव स्थाने रक्षितव्यः इति अपि भवितुमर्हति. उत्तमम्, अग्रे वदतु, अग्रे वदतु. कतिपयदिवसानन्तरं कतिपय इस् एन् अव्यय आफ्टर् सम् डेस् लैक् दट् कतिपय इस् लैक् कश्चित् दिनानन्तरं लैक् दट् नो कतिपय इस् किञ्चित् कालानन्तरं वदतु भगिनि. कतिपय अव्ययपदं नास्ति, कतिपय विशेषणपदं त्रिषु लिङ्गेषु भवति. कति कति योगः अयच् फुक् च. अस्तु भगिनि, चिन्ता मास्तु, धन्यवादः. चिन्ता मास्तु. अत्र अग्रे भवती एव समापयतु. अत्र अत्र इतोपि किमस्ति इत्युक्ते कालानन्तरं प्रत्यागत्य वन्स् अगेन् ल्यप् प्रा प्लस् प्रा उपसर्गसहित आगत्य तत्र प्रति इति एकः उपसर्गः अस्ति, आपि उपसर्गः अस्ति. इत्युक्ते तत्र गम् धातोः पूर्वम् उपसर्गद्वयमस्ति. अत्र इतोपि किञ्चित् वदामि, प्रत्यागत्य इति रूपमपि साधु, प्रत्यागम्य इति रूपमपि साधु. तत्र विशिष्टतया आगत्य इति रूपमपि अस्ति, आगम्य इति रूपमपि अस्ति. विकल्पेन तत्र रूपद्वयं सम्भवति. उत्तमं, वदतु. प्रत्यागत्य अहम् एतं खड्गं नेष्यामि. अहम् एतं खड्गं वन्स् किं द्वितीया विभक्ति नेष्यामि इस् नी धातु लृट् लकार उत्तमपुरुष एकवचन. Am I right? उत्तमं भगिनि. नयामि, नयामि इति लट्लकाररूपं, किन्तु अत्र भवती उक्तवती लृट् लकारः, नेष्यामि. अगेन् नी धातु इस् सकर्मक, देयरफोर् खड्गं नेष्यामि कर्मपद भवति तत्र. उत्तमं, नेष्यामि. तावत् भवता एतस्य तीक्ष्णता तु परिरक्षणीया. वन्स् अगेन् तावत् इस् यावत् तावत् रिलेटिव् प्रोनौन्स् न ओके तावत् टिल् देन् अत्र भवता भगिनि अत्र यथा भवती उक्तवती यावत् तावत् इति तत्र द्वन्द्वं कृत्वा गच्छति. तत्र यावत् तावत् योजयित्वा एतदेव वाक्यं वदतु. यावत् यावत् कोरोना विषाणु न गमिष्यति तावत् गृहमेव भविष्यामि. गृहे एव भविष्यति. इत्युक्ते अत्र अत्र अस्मिन् सन्दर्भे यावत् योजयित्वा वक्तुम् इच्छामश्चेत् इत्युक्ते यावत् यावत् अहम् आगच्छामि, आगमिष्यामि तावत् रक्षणीया. तावत् मम खड्गः रक्षणीयः भवता. खड्गस्य तीक्ष्णता परिरक्षणीया. तीक्ष्णता परिरक्षणीया. उत्तमम्. तीक्ष्णता इस् वन्स् अगेन् तीक्ष्णः तद्धितरूप तीक्ष्णता इस् इट् तीक्ष्णता इति तल् प्रत्ययान्तरूपं तीक्ष्ण इति पदं पश्यामश्चेत् तत्र तिज् इति एकः धातुः अस्ति. तिज् धातुः रूपम् एव तीक्ष्ण. तीक्ष्ण इति पदं त्रिषु लिङ्गेषु भवति. तीक्ष्णं तत्र त्रिषु लिङ्गेषु भवति. अत्र विशेषणं किल तीक्ष्णः खड्गः. उत्तमम्. ओके, लैक् देट्. एतस्य तीक्ष्णता तु परिरक्षणीया. Once again, a near pratyaya of rakshadatu and pari upasarga, pari rakshaniya. Bhavata, tikshnata is strilinga, therefore rakshaniya, pari rakshaniya, api strilinga a near pratyaya. Ichukta atrapi vakyam karmani prayoge asti. कथं भवता भवता इति तृतीया विभक्ति. भवता रक्षणीया अनियर् प्रत्यय कर्मणि प्रयोगे एव योजनीयम्. उत्तमम्. इत्युक्ते भवता परिरक्षणीया. का परिरक्षणीया? तीक्ष्णता परिरक्षणीया. कस्य तीक्ष्णता? खड्गस्य तीक्ष्णता. तीक्ष्णता. उत्तमम्. उत्तमम्. अग्रिमं परिरक्षणीय प्रतिदिनम् उत्कर्षणं करणीयं. प्रतिदिनम् अव्ययपदा किल. दिने दिने प्रतिदिनम्. अत्र अव्ययी भावसमासः अस्ति. अत्र अव्ययी भावसमासयुक्तं पदं सर्वदा अव्ययमेव भवति. तत्र विग्रहवाक्यं वक्तुमिच्छामश्चेत् दिनं दिनं प्रति इति विग्रहवाक्यं वक्तव्यं भवति. तदर्थमेव अत्र प्रतिदिनम् इति समस्तपदम् अव्ययी भावसमासयुक्तं पदम् अपि च अव्ययपदम् अपि च उद्घर्षणं. उद्घर्षणं again garshanam is yut pratyaya of garshati. Then ut upasarga yukta garshanam yut pratyaya of gharsh dhatu. Udgarshanam karaniyam. Udgarshanam ichukte kim? Tishnata maintain karne ke liye udgarshanam. He has to do that garshanam kila. Khadgasya garshanam. Utkarshanam means even more garshanam. Ichukta atra rubbing or scratching against something. Okay. Udgarshanam karaniyam bhavata. Karaniyam. Karaniyam. Again, udgarshanam is napumsakalinga. Garshanam. Therefore, karaniyam. Aniyar pratyaya napumsakalinge. Asti. उत्तमम्. इत्युक्ते उद्घर्षणम् इति पदं ल्युडन्तपदं, किन्तु करणीयम् इति पदम् अनियर् प्रत्ययान्तरूपम्. अत्र उद्घर्षणम् इति नपुंसकलिङ्गपदम् अस्ति इति कृत्वा अनियर् प्रत्ययान्तरूपमपि करणीयम् इति भवति. इत्युक्ते ल्युडन्तरूपं सर्वदा नपुंसकलिङ्गे एव भवति, किन्तु अनियर् प्रत्ययान्तरूपं त्रिषु लिङ्गेषु तस्य रूपाणि भवन्ति इति तत्र. इत्युक्ते प्रत्येकस्य प्रत्येकं प्रत्ययस्य भिन्नभिन्नलक्षणानि सन्ति. इत्युक्ते केचन प्रत्ययान् कांश्चन प्रत्ययान् योजनेन तत्र पदं पुंलिङ्गपदमेव भवति, यथा ल्युडन्तरूपं. क्तिन् प्रत्ययं योजनेन केवलं स्त्रीलिङ्गपदमेव सिद्ध्यति. घञ् प्रत्ययस्य योजनेन केवलं पुंलिङ्गपदमेव सिद्ध्यति, किन्तु अनियर् प्रत्ययान्तरूपं तव्यत् प्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु तस्य रूपाणि भवन्ति, किन्तु तत्र कर्मपदम् अनुसृत्य तस्य लिङ्गविभक्तिवचनपरिवर्तनं कृत्वा वक्तव्यम्. Bhagini? And karaniyam, rakshaniyam, they all, you have to do, you must do like that. Therefore, it's called vidyarthaka krudantapada, kila? Vidyarthaka. Ichukta kartari prayoge vidhilinglakarasya sthane. Ichukta kartari prayoge vidhilinglakarasya prayogam kurmaha. कर्मणि प्रयोगे अनियर् प्रत्यय धन्यवादः भगिनी. भगिनी एक डौट् एकं डौट् अस्ति, तीक्ष्णता इति इक्तप्रत्यय न वा? तत्र तल् इति प्रत्ययः अस्ति, तद्धितप्रत्ययान्तरूपं विशेषेषु भवति. अस्तु, तल् तल् प्रत्ययः स्त्रीलिङ्गे एव. तीक्ष्णतम् अपि भवति, भगिनी उक्तवती किल, अत्र तीक्ष्ण केवलं तीक्ष्ण इति पदमेव स्वीकुर्मः चेत् तस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति विशेषणमस्ति इति कृत्वा, किन्तु तीक्ष्णता इति पदं तल् प्रत्ययान्तरूपं केवलं स्त्रीलिङ्गपदमेव प्रत्यय अपि भवति वा तीक्ष्णत्वम् इति भवति तस्मिन्नेव अर्थे उत्तमं. प्रिया भगिनी, अरुणा भगिनी वदतु. प्रश्न अस्ति, उद्दर्शनं वदतु भगिनी, लता भगिनी वदतु. न भगिनी पृच्छत् तीक्ष्णत्वा इति भवति इति श्यास्नो तीक्ष्णत्वं तीक्ष्णत्वं प्रत्ययान्तरूपमेव, किन्तु तत्र तल् प्रत्ययः त्वम् इति द्वयोः अर्थः तु समानः. द्वितीयविभक्ति तीक्ष्णत्वं न भगिनि, तथा न मधुरता मधुरत्वम् ओके ओके इत्युक्ते तत्र सः प्रत्ययः भिन्नप्रत्ययः. अरुणा भगिनी वदतु. उद्घर्षणं धातु किम् उत्पूर्वक द्रष्टव्यम्, अहं न दृष्टवती. भवती दृष्टवती वा? कोऽपि दृष्ट्वा वदन्तु. घर्षति, घर्षतः घर्षन्ति. द्रष्टव्यम् घृष् धातु भगिनि, घृष् भ्वादिगणे इति अहं पश्यामि. घृष् अस्ति चेत् इत्युक्ते तत्र घृष् अस्ति चेत् तत्र किं भवति, साधारणतया गुणः भवति, गुणकार्यं भवति. इत्युक्ते ल्युडन्तप्रत्ययेषु रूपसिद्ध्यर्थं किं भवति, क्रु करणं, क्रु इत्यस्मिन् स्थाने अर् आयाति. इत्युक्ते तत्र गुणसंज्ञकवर्णादेशः भवति. इत्युक्ते तत्र गुणसन्धेः विषये वयं दृष्टवन्तः उरण्परः इत्यनेन यत्र भगिनी, तत्र एकः प्रश्नः, घृं घृंश इति अस्ति, घृष् इति अनुस्वार विहाय अपि अस्ति वा? अत्र किं वदामः, धातुं स्वीकृत्य अत्र औपदेशिकधातुः कः, लौकिकधातुः कः इति द्रष्टव्यम्. औपदेशिकधातुतः हितसंज्ञकवर्णानां लोपानन्तरं लौकिकधातुं साधयामः. इत्युक्ते तत्र औपदेशिकधातौ केचन इतसंज्ञकवर्णाः भवन्ति, तेषां निष्कासनानन्तरं लौकिकधातुं स्वीकृत्य तदनन्तरं तिङ्प्रत्ययान् योजयामः, तेन अस्माकं विवक्षानुगुणं लकाररूपम् आयाति. परन्तु भगिनि अत्र द्वे धात्वः न धातु धन्यवादः धातु द्वे धातु स्तः घृष् अपि अस्ति, घृंश् अपि अस्ति. ओ, इत्युक्ते भिन्न भिन्न अर्थः कः इति द्रष्टव्यम्. इत्युक्ते द्वयोः घृंशते इति आगच्छति भगिनि. घृष् औपदेशिकधातु घृष् अर्धचन्द्र अस्ति, घृष् अर्धचन्द्र, लौकिकधातु घृष्, सङ्कर्षे इति अर्थपदि लोट्ल इत्युक्ते अत्र धातुः घृष् धातुः अस्ति चेत् तत्र गुणकार्यं भवति वा इति द्रष्टव्यम् अत्र दृष्ट्वा वदामि भगिनि अनन्तरं भगिनी क्षम्यतां राङ्ग् इन्फर्मेशन् मया घुंश् इति आसीत् जस्ट् वाण्टेड् टु करेक्ट् दट् घुंश् नाट् घुंश् गीताञ्जलि भगिनी उक्तवती भगिनी भवती पुनः एकवारं वदतु अत्र धातुः कः आं भगिनि एकनिमिष भगिनी अत्र अष्टाध्यायी वेब्सैट् मे अस्ति घृष् इति द्वादिगणे परस्मैपदी सकर्मकः सेट् इति लट्लकारे घर्षति घर्षतः घर्षन्ति लिट्लकार झघर्ष भगिनि अत्र लिट्लकारस्य रूपम् अनावश्यकं किमर्थम् इत्युक्ते केवलं लट्लकारं पश्यामश्चेत् लट्लकार घर्षति घर्षतः घर्षन्ति घर्षति घर्षतः घर्षत घर्षामि घर्षावः घर्षामः सङ्घर्षे दिस् इस् वाट् ऐ थिङ्क् इन् आर् लेसन् इट् हस् कम् आं भगिनि घृष् धातु अस्ति भुवादिगणे सङ्घर्षे इति अर्थः सकर्मकधातुः स्पर्धायां च उत्तमम् इत्युक्ते अत्र अहं किमर्थं लिट्लकारस्य रूपाणि अनावश्यकानि इति किमर्थम् उक्तवती इत्युक्ते अत्र लट् लोट् लङ् विधिलिङ् एते चत्वारः लकाराः सार्वधातुकलकाराः लिट् लकारः आर्धधातुकलकारः तदर्थं तस्य रूपाणि भिन्नानि भवन्ति अस्माकं कृते किञ्चित् तत्र क्लेशः अस्ति इति कृत्वा लिट्लकारस्य रूपाणि अत्र अनावश्यकानि चिन्ता मास्तु अनन्तरम् अत्र केवलं वयम् अत्र किञ्चित् पर्यन्तमेव वयं पठितवन्तः अत्र समयातीतः अभवत् इतोपि कुर्मः वा नो चेत् अत्र स्थगयामः वा भवन्तः किं चिन्तयन्ति कथां समापयामः वा नो चेत् अग्रिमे सप्ताहे पुनः मिलित्वा कुर्मः वा नो चेत् अधुना इतोपि समापनं बहु रामनवमी अस्तु अस्तु चिन्ता मास्तु सङ्घर्षण मनसे सङ्घर्षण अस्ति अस्तु अस्ति अद्य स्थगयाम अत्र बहु उत्तमरीत्या वयं चिन्तनं कृतवन्तः किन्तु सर्वेषां कृते अहम् अवकाशं न दत्तवती क्षम्यताम् अत्र सर्वेषां कृते अहं अवकाशं दातुम् इच्छामि किन्तु अहं न कृतवती किमर्थं चेत् अस्माकं चिन्तनं बहु सुदीर्घचिन्तनं वयं कृतवन्तः गभीररीत्या चिन्तनं कृतवन्तः धन्यवादः क्वाण्टिटि क्वालिटि इम्पार्टेण्ट् नाट् क्वाण्टिटि अस्तु विस्तृत धन्यवादः बहु समीचीनं भगिनि चिन्ता मास्तु धन्यवादः